नमस्कारः ल्यप् प्रत्ययः इति करपत्रम् अनुवर्तते तत्र गते सप्ताहे ईकारान्तधातूनां विषये वयं दृष्टवन्तः तर्हि अग्रे तु उकारान्तदातवः इति आरभ्य पश्यामः अरुणा भगिनी पठति वा भगिनि कृपया आं भगिनि ह्रस्व उकारान्त एव गच्छामि ह्रस्व उकारान्तदातवः उकारान्तदातवः सामान्य उकारान्तदातूनां लपि परे तुक् आगमः भवति ह्रस्वस्य पितिकृति तुक् इति सूत्रेण उदाहरणमस्ति आयुग हु युग लप् ह्रस्वस्य पितिकृति तुक् इति सूत्रेण ल्यपत्र कृत् प्रत्ययः अस्ति पित् प्रत्ययः अस्ति अतः तुक् आगमः भवति ह्रस्वस्य अन्नात् तुक् आगमः भवति पिति पर् आ एव हू युग तुक् युगया आयुग हू युगत् युगया आहुत्य इति रूपं निष्पन्नं भवति अतः निमित्तमस्ति ह्रस्वस्य हस्ववर्णस्य तुकागमः भवति निमित् कृत्सञ्ज्ञके पित्प्रत्यये परे तदेव प्रायुगः द्रु लप् प्रा द्रुयुगः तुक् प्रदृत्य इति रूपं भवति ह्रस्वस्य पीति कृते तुक् हस्ववर्णस्य तुकागमः भवति कृत्सञ्ज्ञके पित् प्रत्ययपरे काशिकायां पितिकृति परतः हस्वान्तस्य धातोः तुकागमो भवति अनेन येषां धातूनाम् अन्तिमवर्णः हस्व इकारः हस्व उकारः हस्वऋकारः अथवा हस्व अकारः येषां ह्रस्ववर्णानां तुकागमो भवति इति कृतिपरे प्रत्ययः कृत् अपि भवेत् पित् अपि चेत् अपि कृत् प्रत्ययपरे ह्रस्वस्य तुकागमः न भवति उदाहरणं कृता कृत् अत्र ऋकारस्य तुकागमः न भवति एवमेव कृतम् अकृत् कृत् प्रत्यये परे अपि तुकागमः न भवति तद्विते सति पटुतरः पटुतमः तरप्रत्ययपरे प्रत्ययः कृत् अस्ति चेदपि दत्वान्ते ह्रस्वस्वरः नास्ति चेत् तुकागमः न भवति उदाहरणमस्ति आयोगः लु लु इति दीर्घ स्वरः उकारान्तशब्दः अथवा तुकागमः न भवति आलूय इति रूपं भवति एवमेव संयुगभू युगल सम्भूय अस्पस्य इति षष्ट्यन्तं स्थिति सप्तन्मन्तं कृति सप्तभ्यान्तं तुक् प्रथमान्तम् अनेकपदमिदं सूत्रं सर्वं स्वयं सम्पूर्णम् अस्पस्य पिति कृतित्वं वयं पठितवन्तः अस्पस्य पिति कृतित्वं अस्ववर्णस्य तुकागमः भवति कृत्सङ्गकपि प्रत्यये काशिकायां किम् अस्ति चेत् पिति कृति परतः ह्रस्वान्तस्य धातोः तुक् आगमः भवति तत्र तुक् तुक् इति आद्यन्तौ इत्येन अन्तवर्णस्य अनन्तरम् आगच्छति सूत्रमपि पठितवती वा भगिनि पठितवती भगिनि अनन्तरं तत्र वेदे यु प्लु इति वेदे यु प्लु नत्वोः तिर्गत्वं ल्यपि वेदस्य विषयेषु यु लु इति द्वयोः धात्वोः दीर्घादेशः भवति लपि परे यु प्लोवो दीर्घच्छन्दसि इति सूत्रेण दन्त दन्ति अनुपूर्वविय दान्त्य अनुपूर्व यत्र नो दक्षिण परिलूय ओके एतत् पूर्वं पठितवन्तः खलु भगिनि एतत् सर्वं पठितवन्तः क्षम्यताम् धातुः पर्यन्तं पठितवन्तः वा कियत् पर्यन्तं अज्यधातु पठितवन्तः कृप् पठितवान् पठितवन्तः खलु भगिनि अनुनासिक आरभ्य अद्य पठनीयः क्षम्यताम् अस्तु तर्हि अग्रे गच्छामः वयं तत् भगिनि धन्यवादः भगिनि सूर्य तत्र मणिमहोदय पठति वा महोदय अनुनासिकान्तदातवः इति महोदय किं पठनीयं अनुनासिकान्तदातवः इति महोदयेन झनकन सन् इति पाठितम् इति मन्ये तर्हि तदपि पठित्वा गच्छामः झनसनकन् इति ततः अपि पठितुम् अस्तु महोदय झनचनकन् इति दातव अत्र एव महोदय जन् अस्तु महोदय जन् सन् कन् इति दातवः ए विभाषा इत्यनेन जन् सन् कन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशः भवति यकारादिकृतिनिति प्रत्ययपरे आतुपक्षे प्र यः जन् यः ल्यप् ए विभाषा इत्यनेन नकारस्य आत्मम् अधः प्र यः जा यः या प्रजाय इति रूपं भवति नकारस्य अत्र ये भाषा इति सूत्रेण नकारस्य जन् सन् कन् इति धातूनां नकारस्य स्थाने आत्वं भवति एक वक्षे अन्ये वक्षे नकारस्य तिष्ठति आकारः न आगच्छति आदेशः इति अत्र सूत्रस्य अर्थः अतः प्रजाय इति एकम् एकपक्षे आतुपक्षे आतु न पक्षे चेत् प्रयः जन्यः ल्य प्रयः जन्यः य प्रजन्य इति तदेव तिष्ठति अनन्तरं सन् धातुमध्ये प्र जनाय इति एकवारं प्रसनाय अथवा न पक्षे चेत् प्रजन्य इति कन् धातोः प्रकाय एकरूपम् आत्वपक्षे आत्व न पक्षे चेत् अत्र प्रकन्य इति रूपं भवति सूत्रं पठामि महोदय ए विभाषा जन् सन् कन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारदेशो भवति यकारादि कितिनिति प्रत्ययपरे अलोन्त्यस्य इत्यनेन अन्तादेशः ए सप्तमी अन्तं विभाषा प्रथमान्तं द्विपदं सूत्रम् जन्सन् कनां सञ्चलोः इत्यस्मात् जन्सन् कन् कनाम् इत्यस्य अनुवृत्तिः विद्वनोरनुनासिकस्यात् इत्यस्य मात् आत् इत्यस्य इत्यस्य अनुवृत्तिः अनुपदेशे वनति धनोत्यादीनाम् अनुनासिकलोपो जलि कितिनिति इत्यस्मात् कृतिनीति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जनसनकनाम् अङ्गस्य आत् ए कृतिनीति विभाषा सूत्रमपि वदति जनसन् कन् धातूनां नकारस्य स्थाने विकल्पेन आकारः निमित्तमस्ति कृतिनीति अस्ति चेत् चकारादि कृतिनीति अस्ति चेत् अनुनासिकान्तदातुः कः पठति महोदय सूर्यकुमारी भगिनी पठति वा भगिनि भगिनि अनुनासिकान्त धातवः अनुनासिकान्त अनुदातुपदेशे धातूनां वन् धातोः अनुनासिकान्ततनोत्यादि धातूनां च लिपिपरे अनुनासिकलोपो भवति वालपि इति सूत्रेण अस्मिन् सूत्रे यः विकल्पः विधीयते तस्य नाम व्यवस्थितविभाषा यस्य अर्थः अयं यत् ये पञ्चदश धातवः अस्मिन् सूत्रे उक्ताः तेषु ये मकारान्ताः तेषां वा अनुनासिकलोपः अवशिष्टानां च धातूनां नित्यम् अनुनासिकलोपः इत्युक्ते अनुनासिकान्तदातवः विषये विशेष सूत्रमस्ति वाल्यपि तत्र अनुवृत्तिसहितसूत्रेण अनुदातुपदेशे वनति तनोति अनुनासिकलोपो इति अनुवर्तते तत्र अनुदातुपदेशधातूनां वन् धातोः अनुनासिकान्ततनोत्यादिधातूनां च लपि परे अनुनासिकलोपो भवति तत्र वाल् लपि इति सूत्रेण विकल्पः भवति तत्र वा लपि तत्र विशेषार्थः भवति व्यवस्थितविभाषा तदर्थं ये धातवः उक्ताः मकारान्तदातः एव वैकल्पिक भवति अन्ये अनुनासिकान्तदातः उल्लेखिताः सन्ति ते नित्यम् अनुनासिकलोपः भवति इति अर्थः वालपि इति सूत्रेण पञ्चदशधातव उक्ताः तेषु अनुदात्तपदेशः अनिट् धातवः मकारान्तदातवः चत्वारः सन्ति गम् नम् यम् रम् इति ते चत्वारः धातवः विषये एव वालपि वैकल्पिक अन्ये अनुनासिकान् धातवः नित्यम् अनुनासिकलोपः भवति अन्ते गत्वा चत्वारः मकारान् धातवः सन्ति अनुनासिकलोप अपक्षे आ योगः गम् योगः ल्यप् व्यालपि इत्यनेन अनुनासिकलोपः वालपि तत्र अनुनासिक लोपः भवति आयोगः गम् धातु अनुनासिकलोपे गा एव अवशिष्यते गायोः या तत्र गा ह्रस् अस्व अकारः अस्ति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण ह्रस्व अकारान् धातोः तुक् आगमः भवति पिति कृति परे आयोगः गायोगः तुक् तकार एव अवशिष्यते तायोगः यकारः आगत्य रूपं यत्र लो गम् धातु विषये यत्र लोपः वैकल्पिक अस्ति चेत् यत्र लोप न भवति तत्र मकार अवशिष्यते आयोगः गम् योगः ल्यप् ल्यप् यकार एव अवशिष्यते आगम्य रूपं भवति द्विरूपेण आगत्य आगम्य तदेव प्रणाम प्रायोगनं लप् प्रणम्य प्रणत्य प्रायोगः यं मकारलोपः भवति चेत् तुगागमः भवति प्रयत्य माकारलोप न भवति चेत् प्रयम्य तदेव रम् अपि प्ररत्य प्ररम्य सम्यक् भवत् भगिनि आं भगिनि निश्चयेन भगिनि प्रणत्य प्रणम्य तथैव प्रयत्य प्रयम्य इति खलु प्ररम्य प्ररप्य इति धन्यस्मि भगिनि अवशिष्टः इति अन्य पुनः अरुणभगिनी पठति वा भगिनि अहमपि पठामि भवती पठतु अवशिष्टाः एकादशधातवः अवशिष्टाः एकादशधातवः सन्ति वन् हन् मन् थन् छिन् छन् ऋन् तृन् घृन् वन् मन् प्रथमम् उदाहरणमस्ति वन् ल प्रायोग वन् लप् तत्र तकार हलन्तं तत्र क्वचित् चेत् लकारः संज्ञा भवति संज्ञा भवति या एव शिष्यति वा लपि इति सूत्रेण अनुनासिक लोपः लपि परे सः प्रायोगः वाय अश्वस्य पित्तिकृति तुक् इत्यनेन हस्वकारान्तधातोः तुक् आगमः भवति पित्तिकृतिपरे प्रायोगः वा तुक् य प्रावात् य प्रवत्य इति रूपं भवति तदेव आयुग हन् ल हन् अत्र नकारलोपो भवति वा लपि इति सूत्रेण तुक् आगमः भवति हस्वस्य पिति कृति तुक् इत्यनेन आहत्य इति रूपं भवति प्रयुगमन् युगलप अत्रापि वा लपि इत्यनेन नकार अनुनासिकवर्णलोपो भवति हस्वस्य पिति कृति तुक् इत्यनेन तत् तुक् आगमः भवति प्रायोगः म प्रमत्य इति रूपं भवति प्रायोः तनुल अत्रापि अनुनासिकवर्णलोपः भवति लप् अत्र गुणं न भवति पुगन्तलघु प्रदर्शति किमपि चेत् लप् इति त्वाप्रत्यय स्थाने आदेशः त्वाप्रत्य कित् अस्ति इति अतः लप् अपि त्वाप्रत्यय एव कित् भवति गुणनापि न भवतु उकार किं भवति भगिनि प्रत्यय भगिनि प्रत्ययरूपं प्रायोगः शृणु अत्रापि नत्वम् अन्नासिकवर्णः वालापि इति सूत्रेण लोपः भवति अस्वस्य इति कृते सुखतनेन तुक् आगमः भूत्वा प्रच्छित्तुय रूपं किं भगिनि प्रचत्य एव भगिनि प्रचित्य प्रचत्य कुत्र चकारे मध्ये अस्ति क्षम्यतां भगिनि कुत्र तत्र गन्तव्यमासीत् किं भगिनि अत्र शिनु योगः ल्याप् अत्र नकार एव लोपः भवति, उकार अवशिष्यते भगिनि? न भगिनि, उकारः अपि प्रक्षित्य भवति. ओके, प्रक्षित्य प्रायोग तदेव महोदय प्रायोगक्षणु युगल्यप् अत्रापि व्यालपि इति सूत्रेण प्रक्षप्य भवति प्रायोगः ऋणु युगल्यप् अत्र गुण न भवति, लप्ति प्रत्यय स्थाने आगत्वा निश्चित् भवति. प्रणत्य उत्तुकागमः भवति, प्रणत्य इति प्रायव तृणु युगल्यप् अत्रापि नाशकवर्णकार अपगच्छति. अश्वस्य पिति कृते तुकेतनेन तुकागमः भूत्वा प्रतृत्य प्रायः गृणु युगल्यप् अत्रापि अनुनासिकलोपः भवति वाल्लपि सूत्रेण. तदनन्तरं ह्रस्वस्य पिति कृते तुकागमपि भवति. प्रकृत्य प्रायः वर्णो युगल्यप् अत्रापि नकारम् अनुनासिकवर्णः वाल्लपि लोपः भवति, तुकागमः भवति. ह्रस्वस्य पिति कृते सुखजनेन प्रवत्य प्रायोगः मनु युगलप् अत्रापि नकारलोपः भवति, फलपि तुकागमः ह्रस्वस्य पिति कृते तुकजनेन प्रमत्य इति रूपम्. ओके, सूत्रं पठामि भगिनि, अन्य पठति. महोदय पठितुम् इच्छति वा महोदय वाल् अपि सूत्रम्? वाल्यपि वन्धातोः अनुनासिकान्त अनुधातोपदेशे धातोः अनुनासिकान्त तनाति धातोः अनुनासिकस्य लोपो वा भवति ल्यपि परे. पूर्वं रूपेण पठामि महोदय. अस्तु, सिद्धान्तकौमुद्याम् अनुनास अस्तु महोदय. अनुदातोपदेशानाम् अणति तनत्यादीनाम् अनुनासिकलोपो वा स्यात् ल्यपि. अस्मिन् सूत्रे यः विकल्पः विधीयते तस्य नाम व्यवस्थितविभाषा तस्य अर्थः अयं यत् ये पञ्चदाश धातवः अस्मिन् सूत्रे युक्ताः तेषु ये मकारान्तः देशं वा अनुनासिकलोपः अवशिष्टानां च धातूनां नित्यम् अनुनासिकलोपः लपि सप्तमे अन्तं च व्ययं द्विपदं तं सूत्रम् अनुनासिको अनुदातोपदेशे अनति तनोत्यादीनाम् अनुनासिकलोपो जलीक् इति निधि इत्यस्मात् अनुदातोपदेशे अनति तनोत्यादीनाम् अनुनासिकः लोपः इत्येषाम् अनुवृत्तिः. येषां पदानामपि अत्र पदविवाहः च विभक्तिश्च सूच्यते. अनुदात्तः उपदेशे यस्सां ते अनुदात्तः उपदेशे बहुव्रीहि तनोतिः आदिः येषां ते तनोति आदयः बहुव्रीः अनुदात्तोपदेशात् वणतिश्च तनोत्यादिश्च तेषां चरित्रदण्डः अनुदात्तोपदेशे वण अनुदातो उपदेशे वणति तनोत्यादयः तेषाम् अनुदातोपदेशे वणति तनोत्यादीनाम् अनुदात्तोपदेशे वणति तनोत्यादीनां सस्यान्तम् अनुनासिकः इति लुप्तसस्यकं पदं लोपः प्रथमान्तम् अङ्गस्य तेस्य अधिकारः येन उदितदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वणति विहाय अनुनासिक इति पदं सर्वेषां विशेषणम् अलोन्तस्य इत्यनेन अन्तेस्य अनुनासिकवर्णस्य लोपः अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदातोपदेशे वणति तनोत्यादीनाम् अङ्गस्य लोपो वा ल्यपि सूत्रं वदति अणुदात अनुनासिक अनुदातोपदेशे धातोः वा अनुनासिकान्धतनति धातोः वा अत्र अनुनासिकवर्णः लोपो भवति एक विकल्पेन भवति इति तस्य अर्थः. अनन्तरं सिद्धान्तकौद्यामपि वणति तनति लोपः विकल्पेन इति अत्र वदत देव सो सिद्धान्तकौन्द्यम् अपि अस्ति. अत्र विकल्पः विधीयते यस्य नाम विभाषा इति तस्य अर्थम् इति अत्र दत्तं. यत् यतोपि पञ्चदशधातवः अत्र दत्तं मकारान्तधातवः यदा सूर्यकुमारी भगिनी उक्तवती तदेव मकारान्तधातवः चतुर्थ धातवः एव लोपः भवति विकल्पेन, परन्तु अन्यधातवः अवशिष्टधातवः नित्यं लोपो भवति इति. अतः यदा विभक्ति ऐ मीन् विकल्पेन भवति तत्र अत्र अर्थः अर्थं भवति अत्र व्यवस्थितविभाषा इति तस्य अर्थः विकल्पेन भवति चेत्. अनन्तरं अत्र पदविवाहः सूच्यते अनुदातः उपदेशे अनुदात बहुव्रीः तनुत्यादि अपि बहुव्रीः अनुदातो अनत्यनुत्यादनं षष्ट्यन्तम् अनुनासिक इति लुत्वषष्टिकं पदं लोपः प्रथमार्थम् अङ्गस्य अधिकारः आलोन्तस्य येन उदितदन्तस्य इति सूत्रेण अपि यत् विधिः भवति तदेव अन्ते अलोन्तस्य इत्यनेन यदा अनुनासिकवर्णः अन्ते अस्ति वन् कन् इति तदेव अत्र अन्तिमवर्णस्य अनुनासिकवर्णस्य एव लोपः भवति इति तस्य अर्थः. अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः. वन् धातुः वादिगणे अनुनासिकान्त अनुनातोपदेशे धातवः यं रं नं गं हन् मन् अनुनासिकान्त तनौति धातवः तनु चिनु चनु ऋणु तृणु धृणु वनु मनु एषु धातुषु मन् धातुः द्वादिगणे अस्ति, कन् धातुः अदादिगणे अस्ति, अष्टदश अष्टधातवः तदादिगण तणादिगणे सन्ति. अवशिष्टः बाधौ एव तेषां धातूनाम् अन्ते तस्य अनुनासिकस्य लोपो भवति लपि परे च. अनुनासिकवर्णः मकारः अस्ति चेत् तस्य लोपः विकल्पः, मकारः नास्ति चेत् तस्य लोपः नित्यः. अत्र पञ्चदश धातवः अस्ति, अत्र वन् धातु बादिगणे यं रं रम् इति धातवः किं धातु इति न जानामि. धनोत्यादि धातवः तनु चिनु इति अष्टधातवः, मन् धातुः द्विवादिगणे अस्ति, कन् धातुः अपि अदादिगणे अस्ति. मकारान्तधातवः यदा अस्ति चेत् विकल्पेन लोपो भवति, अन्य धातवः नित्यम् अनुनासिकवर्णलोपो भवति इति. अनुदासिकान्त अनुदात्तप्रदेशवस्थायाम् अनुदात्त अस्ति तद्धातवः चतुर्धातवः मकारान्त ए मकार ए धातवः प्रदेशवस्थायाम् अनुदात्त. भगिनी भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनि. दूरवाणी आगच्छति वा? सम्यक् अस्ति वा? मध्ये मध्ये भङ्गः जायते. तत्र षड् धातवः उक्ताः ते उपदेशावस्थायाम् अनुदात्त अस्ति तत्र मकारान्त नम गम् हन् मन् इति षड् धातवः सन्तु तस्मिन्नेव विषये वदति खलु आम् हन् मन् मकारान्त मकारान्तः चत्वारः धातवः ते अनुदात् उपदेशावस्थायाम् अनुदात्त अस्ति सत्यम् इति कृत्वा वा लपि इति सूत्रस्य कार्यं खलु आम् इति सूत्रस्य कार्यं वन् धातोः अपि सूत्रस्य तदनन्तरं तनादिधातूनामपि तनादिधातूनाम् अनुनासिकान्ततनादिधातूनामपि समानकार्यम् सन्ति खलु यत्र विकल्पेन तत्र वालपि विकल्पना भवति भगिनि नकारान्तदा धातवः अस्ति चेत् सन्ति चेत् नित्यं लोपः भवति तत् तस्यैव तत्र किमर्थं नित्यं लोपः इति महोदय लिखितवान् इत्येव मम प्रश्नः अस्ति सूत्रे व्यवस्थितविभाषा इति उक्तम् एते आमाम् अधुना पश्यामि भगिनि क्षम्यताम् अन्यत्र गतवती यदा महोदय सूत्रं पठितवान् व्यवस्थि इति अर्थः एम् अस्ति पञ्चधातवः ते मकारान्तः तेषां वा अनुनासिकलोपः अवशिष्टानां नित्यम् अनुनासिकलोपः आं भगिनि अस्तु पञ्च इत्यनेन पञ्चधातवः इत्यनेन यम् रम् नम् गम् तदनन्तरं किम् अस्ति मकारान्तधातुः अन्यत् अनन्तरं अयम् यत् पञ्चदातवः तेषु मकारान्ताः तेषाम् अनुनासिकलोपः आं तर्हि ये मकारान्ताः तर्हि चतुर्णामेव तत्र विकल्पेन लोपः भवति खलु मकारान्ताः सन्ति तेषां विकल्पेन लोपः भवति पञ्चदश अन्येषां सर्वेषामपि नित्यलोपः भवति अस्तु भगिनि अवगतं समीचीनम् अग्रे गच्छामः वा अहमपि पठामि सम्प्रसारिणि हलन्तदातवः वचिस्वपीजादीनां किति इति सूत्रेण वच्यादि इति एकादशानां अनन्तरं मम अन्यप्रश्नः आसीत् अत्र यत्र यम् रम् गम् इत्येषां तत्र तु मकारलोपवैकल्पेन भवति यत्र लोपः भवति तत्र तु आगत्य इति तुकागमः भवति यत्र लोपः न भवति तत्र केवलं वर्णमेलनं भवति हनि अत्र तु यत्र नित्यं भवति नकारान्तधातूनां तत्र तु नित्यं ह्रस्वस्य तुकागमः भवति खलु नित्यं तुकागमः भूत्वा आहत्य प्रमत्य इत्येव रूपाणि भवति एकमेव रूपम् अस्तु पठामि वचस्वपि जातीनां किति इति सूत्रेण वचादि इति एकादशानां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे ग्रहि जा वयि व्यधि वष्टि विचति वृच्छति पृच्छति भृञ्जतीनां भृञ्जतीनां निति च इति सूत्रेण ग्रह जा वै व्यध् वश् व्यच् व्रश् प्रश् ब्रज् येषां सम्प्रसारणं भवति किति नीति प्रत्यये परे हलन्तानां अत्र तु अस्माकं यत्र ल्यप् प्रत्ययः तु कित् इति मन्यते खलु कित् इति कृत्वा उभयोः अपि सूत्रयोः प्रसक्तिः प्राप्तिः भवति तर्हि हलन्तानां सम्प्रसारेण किमर्थम् इत्युक्ते ल्यप् कस्य स्थाने आगच्छति इत्युक्ते किम् हेत्वम् आरोप्यते त्वा प्रत्ययस्य स्थाने आगच्छति इति कृत्वा कित्वम् आरोपितं भवति तत्र कः किं सूत्रम् सानिवदादेशवनल्विधौ इति सूत्रेण खलु हलन्तानां सम्प्रसारणां धातूनां सम्प्रसारणं प्रयोगः वच्योगः ल्यप् अधुना वकारस्य उकारः जायते तत्र किम् आसीत् सम्प्रसारणसूत्रं विधायकसूत्रं इग्यणः इति सूत्रेण खलु आम् इङ्गेणः इति सूत्रेण तत्र उकारः जायते. तदनन्तरं सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः पररूपादेशः भवति खलु, क्षम्यतां पूर्वरूपादेशः भवति सम्प्रसारणाच्च इति. तदनन्तरी पूर्वरूप तर्हि अकार उकारयोः उकारादेशः भूत्वा प्रोचे इति प्राप्नुमः. तथा एव स्वप् इति अस्ति, तत्रापि यत्र अत्र वकारस्य अत्र तु वकारस्य सप् इति वकारस्य उकारः जायते खलु, वकारस्य उकारः जायते. अत्र हलि दीर्घत्वं न भवति वा? अत्र किम् आसीत्? इत्यनेन अलः हलः दीर्घः सम्प्रसारणस्य अङ्गस्य, हलः सम्प्रसारणस्य अङ्गस्य दीर्घः. तत्र किं भवति, यस्य अङ्गस्य अन्ते विद्यमानः सम्प्रसारणसंज्ञकः वर्णः तस्मिन् अङ्गे हल् वर्णात् परः विद्यते चेत् वर्णस्य दीर्घादेशः भवति. वर्णः भवति एव, अत्र तु अन्ते सम्प्रसारणवर्णः नास्ति, मध्ये अस्ति इति कृत्वा हलः इत्यस्य प्रसक्तिः नास्ति, पकारः अस्ति अन्ते. अस्तु इति कृत्वा प्रसुप्य यज् इत्यस्य यकारस्य स्थाने इकारः भवति, तत्र तु प्रेज्य इति भवति. अत्र गुणकार्यमस्ति किन्तु अधिकार्यम् आमाम् अस्तु. एवमेव प्रवप् ल्यप् इति अस्ति, तत्र तु किं भवति, उप् भवति, प्रोप्य इति भवति खलु, वह् इत्यस्य उप् भवति, प्रोह्य इति भवति, प्रोह्य. वस् इत्यस्य उस् भवति, प्रोह्य इति एव भवति वा, प्रोह्य इति पश्यामः. प्रोष्यत्र शक्षत्वं तु किमर्थं भवति, अत्र आदेशप्रत्ययोः इति भवति वा, प्रोष्यस्थाने भवति, प्रश्यु जकारस्य कुत्र परस्य पदान्त आदेश मम इको इको परः अस्ति खलु, तर्हि इकणोः परस्य न, अत्र तु परे नास्ति खलु, अत्र पूर्वम् अस्ति खलु, अङ्कोः इति इङ्कोः उपसर्गपदमस्ति भगिनि. तदनन्तरं धातुकः बस् बस् इति अस्ति खलु, अत्र प्रोष्य इति किमर्थं भवति, षत्वं केन सूत्रेण भवति इति प्रश्नः. आदेशप्रत्युपतेन भवति वा अत्र धातु वस्तुधातोः भगिनि, वस्तुधातोः किमर्थं षत्वं भवति इति, प्रोष्येति किमर्थं भवति, न तु प्रोष्य इति आदेशप्रत्युपो इति लटकवर्ग आदेशप्रत्योः इत्यनेन एव उपसर्गसमासेपि तत्कारणेन उपसर्ग उपदेशसमासेपि सकारः शकारः भवति वा एकनिमिषम् अपदान्तशकारस्य शकार अत्र शासि वसि घसीनाम् इत्यपि सूत्रमस्ति लिङ्कोः परस्य शास् वस् घस् धातूनाम् अपदान्तसकारस्य शकारादेशो भवति आम् आम् अनेन सूत्रेण शासि वसि घसीनाम् इति सूत्रेण शासि वसि वस् धातुः तस्मिन् अन्तर्भूतः अस्ति खलु इति कृत्वा प्रोष्य इति भवति किं सूत्रं किं भगिनि सूत्रसङ्ख्या अस्ति भगिनि 8362 साधु वा अग्रे गच्छन्तु अग्रे गच्छन्तु अस्तु तर्हि बद् इति अस्ति क्रोध्य इति भवति भूत्वा ग्रहित्यस्य गृ गृ प्रगृह्य इति भवति व्यद् इत्यस्य अत्र तु न सम्प्रसारणे सम्प्रसारणम् इति भूत्वा यकारस्यैव सम्प्रसारणं भवति न तु वकारस्य सम्प्रसारणवर्णे परे पूर्वस्थितस्य सम्प्रसारणं न भवति इति कृत्वा यकारस्य सम्प्रसारणं भूत्वा ई भवति सम्प्रसारणाच्च इति इकारकारयोः पूर्ववर्णः तत्र इकारः तिष्ठति तर्हि प्रविध्य इति भवति व्यद्धातोः वश् इत्यस्य प्रवुष्य इति भवति व्यच् इत्यस्य पुनः न सम्प्रसारणे सम्प्रसारणम् इत्यनेन यकारस्य एव सम्प्रसारणं भवति न तु अकारस्य सम्प्रसारणात् इत्यनेन तत्र पूर्वपरयोः इकारः एव तिष्ठति तर्हि प्रविच्य इति भवति तत्र व्रश् इत्यस्य पुनः तत्र वकाररेपः वर्तते रेफस्य सम्प्रसारणे सम्प्रसारणम् इत्यनेन वकारस्य न भवति किन्तु रेफस्य भवति रेफस्य तु ऋकारः जायते प्रवृच्य इति भवति खलु प्रवृच्य इति भवति प्रवृच्य इति हा प्रवृश्य इति वा तदनन्तरं प्रच् इति अस्ति रेफस्य ऋकारः भवति प्रपृच्य इति भवति ब्रज् इत्यस्य पुनः रेपः अस्ति बृ भवति तदनन्तरं किं भवति प्रबृज्य इति भवति सकारस्य लोपः तु तत्र केन सूत्रेण भवति लोपः भवति कोः संयोगाद्योरन्ते च हलि च इति अनुवृत्तिः अस्ति खलु तत्र तस्मिन् अस्तु तर्हि प्रबृज्य इति भवति खलु तर्हि सम्प्रसारणं नाम किम् इति चेत् तत्र अस्तु अन्यः पठति वा सूत्रं कस्य क्रमः न मणिमहोदय न भवति खलु भगिनी भगिनी अहं करपत्रं लभ्यते कुत्र अस्ति अत्र तत्र सम्प्रसारणं नाम किम् इति चेत् इति अस्ति खलु करपत्रं न लभ्यते भगिनि सम्प्रसारणे किलन्तदातवः अत्र भगिनि प्राप्तवती वा न तस्मिन्नेव भगिनि सम्प्रसारणदातवः इति सम्प्रसारिणी हलन्तदातवः इति अस्ति खलु तत्र नूतनकरपत्रं स्वीकृतवती वा महोदय नवीकृतवान् तदेव लेपि इति करपत्रमेव भगिनि, लेप् प्रत्ययः इति एव करपत्रं, करपत्रस्य परिवर्तनं न जातम्। तस्मिन्नेव करपत्रे अधोभागे वर्तते। तावत् पठितवन्तः खलु भगिनी तत्र तत्र वाल्यपि इत्यस्मिन् उक्तवती खलु, तस्य वर्गे महोदयस्य महोदय तु कृतवान् इति तत्र लिखितवान् महोदय न भगिनि, वालपि समाप्तम्। अनुनासिकान्तदातवः तावत्पर्यन्तमेव कृतवान्। अस्तु तर्हि अग्रिमे सप्ताहे पश्यामः वा। धन्यवादः, धन्यवादः, धन्यवादः भगिनि।